ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् हरिः ॐ श्रीगुरुभ्यो नमः सर्वेभ्यः नमस्कारः अस्मिन् पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम् अस्माकं प्रवर्तमानकरपत्रम् अस्ति अष्टाध्याय्यां सूत्राणां बलाबलं गतसप्ताहे अस्माभिः तत्र बलाबलचिन्तनस्य विषये तत्र महाभाष्यस्य वाक्यम् अस्ति अन्यत्र अन्यत्र लब्ध अवकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः सो द्वयोः सूत्रयोः तुल्यबलविरोधः इति वदामः चेत् तस्य कः अर्थः द्वयोः सूत्रयोः यदा तत्र अन्यत्र अन्यत्र लब्ध अवकाशः अस्ति अपि च कुत्रचित् एकत्र प्राप्तिः भवति चेत् ते सूत्रे तुल्यबले स्तः तस्य नाम एव तुल्यबलः तदा विरोधः भवति तस्य नाम अस्ति तुल्यबलविरोधः सो द्वयोः मध्ये यदा तत्र सङ्घर्षः भवति कः सूत्रं कस्य सूत्रस्य अधिकबलं कस्य न्यूनबलम् अस्ति तस्य नाम एव तुल्यबलविरोधः अस्माभिः दृष्टं तत्र सुपि च अपि च बहुवचने जल्येत् द्वयोः सूत्रयोः मध्ये कः सम्बन्धः इति वदामः चेत् तत्र द्वयोः मध्ये तुल्यबलविरोधः अस्ति किमर्थं चेत् सुपि च इत्यस्य कृते स्वतन्त्रतया लब्धावकाशः अस्ति यदा तत्र भ्याम् इति द्विवचनात् प्रत्ययः सुप् प्रत्ययः भवति चेत् तत्र सुपि च इति सूत्रेण अतः दीर्घ भवति अतः तत्र वृक्षाभ्यां तत्र श्रूयते अन्तिम यत् पदमस्ति बहुवचने जलेत् इति सूत्रे तत्र जलादि बहुवचने जलादि सुपि अङ्गस्य तत्र अतः एत् भवति अतः तत्र वृक्षेषु इति यदा सुप् इति प्रत्ययः परे अस्ति तत्र वृक्षेषु इति भवति न तु वृक्षासु इति भवति वृक्षासु भवति परन्तु यदा तत्र तस्य कृते अतः बहुवचने जलेत् इति सूत्रस्य कृते सुप् प्रत्ययस्य विषये सप्तमी बहुवचन सुप् प्रत्ययस्य विषये तत्र स्वतन्त्रतया लब्धावकाशः अस्ति तस्य सूत्रस्य तत्र प्रयोगः भूत्वा तत्र वृक्षेषु इति पदस्य निर्माणं भवति परन्तु यदा तत्र वृक्षयोग ब्यस् इति स्थितिः अस्ति तदा न केवलं बहुवचने जल्येत् इति सूत्रस्य प्रसक्तिः तत्र अस्मिन् समये सुपि च इति सूत्रस्य अपि प्रसक्तिः भवति अनन्तरम् अतः तत्र विरोधः भवति द्वयोः कृते अन्यत्र अन्यत्र लब्धावकाशः अस्ति इदानीं वृक्षयोग ब्यस् इति स्थितौ तत्र द्वयोः कृते द्वयोः मध्ये विरोधः भवति अत्र एव बलाबलचिन्तनम् अस्माभिः तत्र करणीयं किमर्थं चेत् द्वयोः सूत्रयोः एकत्र प्राप्तिः इदानीम् अस्ति अतः कस्य सूत्रस्य अधिकबलं कस्य न्यूनबलम् अस्ति कः सूत्रं प्रथमे प्रवर्तते कस्य सूत्रं केन सूत्रेण अनन्तरं कार्यं करणीयम् इति अस्माभिः तत्र चिन्तनम् आवश्यकं तत्र भवति अतः तत्र एव यदा तत्र द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः वर्तते तदा अस्माभिः किं करणीयम् अनन्तरम् अस्माभिः दृष्टं तत्र कदा सूत्रयोः मध्ये तुल्यबलविरोधः नास्ति एकस्मिन् पक्षे अस्माभिः दृष्टं तुल्यबलविरोधः कदा भवति अनन्तरम् अस्माभिः एतदपि दृष्टं कदा तुल्यबलविरोधः द्वयोः सूत्रयोः मध्ये कदा तुल्यबलविरोधः नास्ति यथा तत्र उदाहरणम् अस्माभिः दृष्टम् आद्गुणः वृद्धिरेचि आद्गुणः इत्यस्य कृते तत्र तस्य कार्यक्षेत्रं बहुत्र अस्ति बहुषु स्थलेषु आद्गुणः इति सूत्रं स्वतन्त्रतया कार्यं कर्तुं शक्यते परन्तु वृद्धिरेचि इति सूत्रस्य कृते यत्र यत्र लब्धावकाशः अस्ति तत्र तत्र आद्गुणः सूत्रमपि प्रसक्तः भवति. सो वृद्धिरेचि इति सूत्रस्य कृते स्वतन्त्रतया कुत्रापि लब्धावकाशः नास्ति. किमर्थं चेत् यत्र यत्र वृद्धिरेचि इत्यस्य प्रसङ्गः तत्र तत्र आद्गुणः इत्यस्य अपि प्रसङ्गः अस्ति. बिकास् आद्गुणः इति सूत्रे अचि इति तत्र निमित्तम् अस्ति अण्ड् वृद्धिरेचि इति सूत्रे एचि इति निमित्तम् अस्ति. एचि इति निमित्तम् एचि इति ये वर्णाः एचि मध्ये सन्ति ते सर्वे वर्णाः अचि मध्ये अपि तत्र भवन्ति एव. अतः यत्र यत्र वृद्धिरेचि इत्यस्य प्रसङ्गः तत्र तत्र आद्गुणः इत्यस्य अपि प्रसङ्गः अस्ति. अतः एकस्य सूत्रस्य एव अन्यत्र लब्धावकाशः अस्ति. वृद्धिरेचि इत्यस्य कृते स्वतन्त्रतया कुत्रापि लब्धावकाशः नास्ति. अतः द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः नास्ति. विरोधः अस्ति परन्तु तुल्यबलविरोधः नास्ति. तद् अस्ति उदाहरणं कुत्र सूत्रयोः मध्ये तुल्यबलविरोधः नास्ति. इदानीं तत्र तस्य नाम एव यत्र एकस्य सूत्रस्य कार्यक्षेत्रं द्वितीयसूत्रस्य कार्यक्षेत्रस्य सम्पूर्णतया मध्ये भवति तस्य नाम एव तद्भवति विशेषसूत्रं. विशेषविधिः विशेषकार्यम् एव अपवादकार्यम्. अतः तत्र अपवादबलेन कार्यं भवति बिकास् अत्र तुल्यबलविरोधः तु नास्ति. इदानीम् अस्माकम् उदाहरणं तत्र आसीत् वृक्षयोग ब्यस्. सो तत्र अत्र तुल्यबलविरोधः नास्ति. एतत् पठितं वा अन्तिमं परिच्छेदम्? आं महोदय. अतः तत्र सो इदानीम् अस्माकं चिन्तनं भवति यदि तुल्यबलविरोधः अस्ति तदा तस्मिन् समये किं करणीयं. तुल्यबलविरोधः नास्ति चेत् तत्तु सरलमस्ति. तुल्यबलविरोधः नास्ति अपि च तत्र एकस्य सूत्रस्य कार्यक्षेत्रं द्वितीयसूत्रस्य कार्यक्षेत्रस्य सम्पूर्णतया मध्ये भवति तत्र अपवाद् इति वदामः. तत्र तु अपवादबलेन कार्यं करणीयम्. परन्तु यत्र तुल्यबलविरोधः अस्ति शास्त्रे किम् उक्तं तस्य विषये कथम् अस्माभिः निर्णेतव्यम्. अतः अपि च अस्माभिः दृष्टं तुल्यबलविरोधः एव विप्रतिषेधः. सो विप्रतिषेधः वदामः चेत् सूत्रयोः परस्परयोः तुल्य बलसूत्रयोः परस्पर यः विरोधः अस्ति तस्य नाम एव विप्रतिषेधः. सो विप्रतिषेधः इत्युक्ते तुल्यबलविरोधः. सो शास्त्रे किम् उक्तं यदि तुल्यबलविरोधः अस्ति यदा सूत्रयोः मध्ये तुल्यबलविरोधः अस्ति तदा किं करणीयम् इति इदानीं तत्र द्वितीयबिन्दौ तत्र लिखितमस्ति. तदा इति अद्य आरभ्य पठामः. चेतना भगिनी पठतु सूत्रं विप्रतिषेधे परं कार्यम्. विप्रतिषेधे परं कार्यम् प्रथमाध्याये चतुर्थपादे द्वितीयसूत्रम् समानकाले तुल्यबले सूत्रे कार्यं कर्तुम् आयातश्चेत् परसूत्रस्य कार्यं पूर्वं भवति. विप्रतिषेधे सप्तम्यन्तं परं प्रथमान्तं कार्यं प्रथमान्तं त्रिपदमिदं सूत्रम्. विप्रतिषेध इत्युक्ते सामानबलयोः सूत्रयोः सङ्घर्षः. वृक्षयोगाभ्यास विप्रतिषेधे सूत्रद्वयम् अस्ति चेत् अपि च द्वयोः तुल्यबले अस्ति चेत् पूर्वसूत्रस्य परसूत्रं बलवत् भवति. पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवद् भवति. पूर्वपार इत्युक्ते पूर्व इत्युक्ते सीक्वेन्स् मध्ये ग्रन्थे यत् पूर्वे अस्ति, ग्रन्थे यत् परम् अस्ति. सूत्रसङ्ख्या दृष्ट्वा एव वयं तत्र अवगन्तुं शक्यते कः सूत्रं पूर्वसूत्रं, कः सूत्रं पारसूत्रं, सङ्ख्या दृष्ट्वा. ग्रन्थे अष्टाध्यायीग्रन्थे सूत्रस्य सूत्रसङ्ख्या किम् अस्ति तद् दृष्ट्वा एव वयम् अवगन्तुं शक्यते एतत् पारसूत्रम् अस्ति, एतत् पूर्वसूत्रम् अस्ति. सो अत्र विप्रतिषेधे परं कार्यम् इत्युक्ते विप्रतिषेधे इति सप्तमी अस्ति. सो विप्रतिषेध अत्र विषयसप्तमी. सो विप्रतिषेधविषये तादृशविषये यदा विप्रतिषेधविषयः अस्ति तदा परं कार्यम्. तत्र परं कार्यं परम् इत्युक्ते यः कार्यम् अस्ति, यः परं कार्यम् अस्ति तदेव बलवत् भवति. सो विप्रतिषेधविषये परं कार्यं, परम् इत्युक्ते अनन्तरं यत् कार्यम्, अनन्तरं यत् कार्यं निर्दिष्टम् अस्ति तदेव करणीयम् इति अनेन सूत्रेण तत्र वयम् अवगच्छामः. सो द्वयोः विप्रतिषेधः किं, व्याकरणशास्त्रे विप्रतिषेधः कः कदा भवति इति अस्माभिः दृष्टम्. विप्रतिषेधः इत्युक्ते महाभाष्ये लिखितम् अस्ति तुल्यबलविरोधः एव विप्रतिषेधः. सो द्वयोः सूत्रयोः यदा समानबलं भवति, समानबलं वयं कथं तत्र द्रष्टुं शक्यते, द्वयोः कृते अन्यत्र अन्यत्र स्वतन्त्रतया लब्धावकाशः अस्ति. अपि च कुत्रचित् समानकाले ते सूत्रे कार्यं कर्तुम् आयातश्चेत् तत्र विप्रतिषेधः वदामः. सूत्रयोः मध्ये विप्रतिषेधः अस्ति अतः तत्र परसूत्रस्य कार्यं पूर्वं भवति. परसूत्रस्य कार्यं पूर्वं भवति इत्युक्ते प्रथमे भवति परसूत्रस्य, यः परे यत् सूत्रम् अस्ति तस्य कार्यं तेन सूत्रेण उक्तं विधिः प्रथमे भवति. पूर्वं भवति इत्युक्ते फस्ट्, पूर्वे भवति. तस्य नाम एव पूर्वपर, वि काल् इट् एस् पूर्वपर. द्वयोः मध्ये यत्र तुल्यबलविरोधः अस्ति तत्र पूर्वसूत्रस्य अपेक्षया परसूत्रम् अधिकबलवान् भवति, अधिक तस्य बलः अस्ति, अतः तेन सूत्रेण एव प्रथमे कार्यं भवति. परसूत्रस्य कार्यं प्रथमे भवति इति तस्य अर्थः एव. उदाहरणं पठतु भगिनि. विप्रतिषेधे परं कार्यम् इति अवगतं वा भगिनि? आं महोदय. पठतु अग्रे. वृक्षयोगाभ्यास विप्रतिषेधे परं कार्यं सुपि च 7.3.102 इत्यस्य अपेक्षया बहुवचने जल्येत् 7.3.103 परमस्ति, अतः तद् बलवत् एकारादेशः वृक्षयोग ए योगभ्यस् वृक्षेभ्यः. अत्र वृक्षयोगभ्यस् भकारः सुपीच मध्ये अपि अस्ति, बहुवचने जल्येत् मध्ये अपि अस्ति, अतः तुल्यबलविरोधः अस्ति अत्र. परन्तु निमित्तं किं, सुपीचसूत्रस्य निमित्तं किम् अस्ति भगिनि? ययि परे, ययादि सुपि, ययाति सुपि. अपि च कार्यं किम् अस्ति? सुपि च कार्यम् अतः दीर्घाभ्यां दीर्घः भवति. दीर्घः भवति इत्युक्ते स्थानी अपि वक्तव्यम्. अतः दीर्घः, ह्रस्वाकारः दीर्घः भवति. सो भकारः ययादि अपि अस्ति, सुप् प्रत्ययः अपि अस्ति, अतः सुपि च इत्यस्य प्रसङ्गः. अपि च व्यस् प्रत्ययः बहुवचन प्रत्ययः अस्ति, अपि च जलादि अपि जल वर्णः अपि अस्ति भकारः, अतः बहुवचने जलेत् इत्यस्यापि प्रसङ्गः। यदा तत्र सप्तमी बहुवचन सुप् प्रत्ययः, तदपि सुप् अस्ति, परन्तु सकारः ययादि नास्ति, यञ् प्रत्याहारस्य वर्णः नास्ति, अतः तस्मिन् समये सुपि च इत्यस्य प्रसङ्गः नास्ति, केवलं बहुवचने जलेत् इत्यस्यैव प्रसङ्गः। बहुवचने जलेत् इत्यनेन अतः एत् भवति, सुपि च इत्यनेन अतः आ दीर्घ भवति। अग्रे पठतु भगिनि। अष्टाध्याय्यां यत्र यत्र तुल्यबलविरोधः तत्र तत्र विप्रतिषेधे परं कार्यम् आगत्य सूचयति यत् परसूत्रस्य कार्यं पूर्वं भवति, ध्येयं यत् अस्य सूत्रस्य प्रसक्तिः नास्ति। त्रिपाद्याम् अग्रे फो इयं सूचना प्राप्यते अध्यायदृष्ट्या पाददृष्ट्या सूत्रसङ्ख्यादृष्ट्या एकं सूत्रं परम् अस्ति चेत् तत्र सूत्रं परसूत्रम् इत्युच्यते। अष्टाध्याय्यां यत्र तुल्यबलविरोधः अस्ति तत्र विप्रतिषेधे परं कार्यमिति सूत्रं सहायं करोति, वदति यः परं परसूत्रम् अस्ति सः एव बलम् अस्ति इति। तस्य कार्यं पूर्वं भवति इत्युक्ते आदौ भवति। एतत् न अवगतं, ध्येयम् अस्य सूत्रस्य स्मर्तव्यं, सर्वदा स्मर्तव्यम् अस्माभिः। वि आर् सेयिङ्ग् अष्टाध्याय्यां, सो सम्पूर्ण अष्टाध्याय्यां एतत् विप्रतिषेधे परं कार्यम् इति सूत्रं कार्यं न करोति। त्रिपाद्यां सूत्रस्य प्रसङ्गः नास्ति, प्रसक्तिः नास्ति, बिकास् त्रिपाद्यां किं प्रचलति, कस्य सूत्रस्य अधिकारः अस्ति त्रिपाद्यां? पूर्वत्रा सिद्धम् इति सूत्रं, पूर्वत्र सिद्धं, पूर्वत्र सिद्धम् इति सूत्रं किं वदति? पूर्वत्र सिद्धं, पूर्वत्र असिद्धम् इति, पूर्वसूत्रस्य कृते परसूत्रम् असिद्धम्। पूर्वसूत्रस्य कृते परसिद्धं न वर्तते एव, शास्त्र असिद्धम् अस्ति। हौ केन् वै अप्लै विप्रतिषेधे परं कार्यं तत्र न कर्तुं शक्यते न भगिनि? तत्र परसूत्रं पूर्वसूत्रस्य कृते परसूत्रं न एक्सिस्ट् करोति एव, परसूत्र डजन् एक्सिस्ट् तत्र। अतः लिखितं यत् अस्य सूत्रस्य, अस्य सूत्रस्य इत्युक्ते विप्रतिषेधे परं कार्यं सूत्रस्य प्रसक्तिः न अस्ति त्रिपाद्यां, त्रिपाद्यां नास्ति। तत्र तु पूर्वत्र सिद्धम् इत्यस्य अधिकारः वर्तते, तेन सूत्रेण परसूत्रस्य कृते, पूर्वसूत्रस्य कृते परसूत्रम् असिद्धम्। कथं तत्र परं कार्यं श्रेष्ठं भवति? परं कार्यं तत्र श्रेष्ठं न भवति, तत्र परं कार्यम् असिद्धम् अस्ति पूर्वसूत्रस्य कृते, अतः तत्र विप्रतिषेध परं कार्यम् इति परिभाषासूत्रं कार्यं न करोति, तत्र भिन्नचिन्तनं भवति। अतः तत्र स्मर्तव्यं त्रिपाद्याम् एतत् सूत्रं कार्यं न करोति, केवलं सपादसप्ताध्याय्याम् एव विप्रतिषेधे परं कार्यम् इत्यस्य प्रसङ्गः इति अत्र लिखितम्। सो यः चतुर्थबिन्दुः अस्ति अस्मिन् करपत्रे, बलाबलकरपत्रे यः चतुर्थपाठ्यांशः अस्ति, तत्र वयम् इतोपि पठामः अस्य विषये, परन्तु अत्र एतत् केवलं स्मरणार्थम् एव तत्र लिखितं, अस्माभिः तत्र स्मर्तव्यं विप्रतिषेधे परं कार्यं यदि यद्यपि वयं वदामः अष्टाध्याय्यां यत्र यत्र अष्टाध्याय्याम् इत्युक्ते नाट् त्रिपादि हियर् वि अष्टाध्याय्याम् इत्युक्ते सपाद सप्ताध्यायी भागे यत्र यत्र तुल्यबलविरोधः तत्र तत्र विप्रतिषेधे परं कार्यम् इति अत्र लिखितम् अष्टाध्याय्याम् इत्युक्ते इति वा न अष्टाध्याय्याम् इत्युक्ते सम्पूर्ण अष्टाध्याय्यां वयं जानीमः अष्टाध्यायस्य अष्टाध्यायीग्रन्थस्य भागद्वयं वर्तते एकमस्ति सपाद सप्ताध्यायी द्वितीयमस्ति त्रिपादी त्रिपादी इत्युक्ते 8.2.1 आरभ्य अन्तपर्यन्तम् अष्टाध्यायस्य द्वितीयपादस्य प्रथमसूत्रम् एव अस्ति पूर्वत्र सिद्धम् सो फ्रोम् देयर् त्रिपादी इत्युक्ते त्रयाणां पादानां समाहार त्रिपादी सो तत्र त्रयाणां पादानां यः समाहारः अस्ति तस्य नाम एव त्रिपादी देट् इस् पार्ट् टु आफ् अष्टाध्यायी बट् सिन्स् द वाक्य हियर् सेस् अष्टाध्याय्यां यत्र यत्र तुल्यबलविरोधः सो तत्रापि कुत्रचित् तुल्यबलविरोधः भवति तत्रापि विप्रतिषेधे परं कार्यम् आगत्य सहायता करोति वा न करोति तत्र तु भिन्नचिन्तनम् अस्ति तत्र पूर्वत्र सिद्धम् इत्यनेन एव तत्र तेन सूत्रेण तु पूर्वसूत्रस्य कृते परसूत्रम् असिद्धम् अस्ति तत्र एतत् चिन्तनं न भवितुं शक्नोति अतः अत्र लिखितं त्रिपाद्याम् एतस्य सूत्रस्य प्रसक्तिः नास्ति इति अत्र लिखितम् अष्टाध्यायी इत्युक्ते सम्पूर्ण अष्टानाम् अध्यायानां समाहार परन्तु सपाद सप्ताध्यायी इत्युक्ते एकपाद प्लस् सेवन् अध्यायास् सो एट् अष्टाध्यायस्य प्रथमपादः तत्पर्यन्तम् अन्तपर्यन्तं यद् भागः तस्य नाम एव सपाद सप्ताध्यायी अनन्तरं त्रिपादी सो त्रिपादी विप्रतिषेधे परं कार्यम् इति सूत्रं कार्यं न करोति इत्येव लिखम् अपि च पाददृष्ट्या सूत्रसङ्ख्या अपि अस्ति सो यथा अत्र सुपि च बहुवचने जलेत् समान अध्यायमपि समानं पादमपि समानं परन्तु सूत्रसङ्ख्या अपि तत्र द्रष्टव्यम् दिस् इस् 102 दिस् इस् 103 अतः बहुवचने जल्येत् एव परं सूत्रम् अस्ति परसूत्रम् अस्ति सुपि च पूर्वसूत्रं सो परसूत्रस्य कार्यं पूर्वं भवति आदौ यत्र विप्रतिषेधः अस्ति तत्र परसूत्रं श्रेष्ठं भवति परं यः सूत्रं परे यः सूत्रम् अस्ति तत् श्रेष्ठं भवति परं कार्यम् अवगतं वा भगिनि सो सङ्ख्या दृष्ट्वा एव तत्र निर्णेतव्यं कः पूर्वसूत्रं कः परसूत्रम् पाददृष्ट्या सूत्रसङ्ख्यादृष्ट्या तथे किं भवति एकं सूत्रं परमस्ति चेत् तत् सूत्रं परं सूत्रम् इति उच्यते सो सम्बडि आस् वाट् इस् परसूत्रं परसूत्रम् इत्युक्ते यस्य सङ्ख्या अनन्तरम् अस्ति तदेव परसूत्रम् सूत्रसङ्ख्याधारीकृत्य एव वयं निर्णेतुं शक्नुमः कः पूर्वसूत्रं कः परसूत्रम् अतः सङ्ख्या अपि आवश्यकं सूत्रसङ्ख्या आवश्यकम् अस्तु मञ्जरी भगिनी अग्रे पठतु भगिनि इदानीम् इदानीम् आद्गुणः 6.1.87 वृद्धिरेचि 6.1.88 इति पश्येम अस्माभिः दृष्टं यत् अत्र एव योग एव इति स्थितौ वृद्धिरेचि इत्यस्य प्राबल्यम् अस्ति अपवादत्वात् वृद्धिरेचि इत्यस्य अन्यत्र लब्धावकाशः नास्ति अतः अत्रैव अत्र योग एव कार्यं साधनीयम् वृद्धिरेचि परसूत्रमस्ति तथापि अत्र विप्रतिषेधे परं कार्यम् इत्यनेन स्वस्य कार्यं न सिद्ध्यति यतः अत्र तुल्यबलविरोधः नास्ति विप्रतिषेधः इत्युक्तौ तुल्यबलविरोधः। परसूत्रस्य कार्यं भवति यदा विप्रतिषेधः विद्यते। अत्र योग एव इति स्थितौ विप्रतिषेधः नास्ति। वृद्धिरेचि अत्र कार्यं न करोति चेत् कुत्रापि कर्तुं न शक्ष्यति। अन्यत्र लब्धावकाशः नास्ति। अतः अत्र विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसक्तिः नास्ति एव। किमुक्तम्? अत्र आद्गुणः इति सूत्रक्रमाङ्कः अस्ति 6.1.87, वृद्धिरेचि अस्ति 6.1.88। अत्र वृद्धिरेचि इति द्वयोः सूत्रयोः मध्ये तुल्यबलविरोधः नास्ति। किमर्थं? वृद्धिरेचि इति सूत्रस्य अन्यत्र लब्धावकाशः नास्ति। यदि वृद्धिरेचि इति सूत्रस्य प्रयोगः न भवति तदा वृद्धिरेचि इति सूत्रं तत्र निरवकाशः निरवकाशः एव भवति इति। तदा वृद्धिरेचि इति सूत्रस्य उपयोगं करणीयम्। सो तथा मा भूत् कोऽपि अष्टाध्यायीग्रन्थस्य कोऽपि सूत्रं निरवकाशः मा भूत् न भवेत्। अतः तत्र अपवादबलेन एव कार्यं भवति, न तु द्वयोः, बिकास् द्वयोः मध्ये विप्रतिषेधः नास्ति, तुल्यबलविरोधः नास्ति। अतः अस्यां दशायां तत्र विप्रतिषेधः परं कार्यम् इत्यस्य प्रसक्तिः एव नास्ति। अत्र प्लस् एव इति स्थितौ तत्र द्वयोः सूत्रयोः एकत्र प्राप्तिः अस्ति, परन्तु द्वयोः मध्ये तुल्यबलविरोधः नास्ति। अतः तत्र एट् दिस् टैम् वी केनाट् अप्लै विप्रतिषेध परं कार्यं, बिकास् अत्र द्वयोः मध्ये तुल्यबलविरोधः नास्ति, विप्रतिषेधः एव नास्ति। सो विप्रतिषेधविषये एव एतत् सूत्रं कार्यं कर्तुं शक्यते। यदा विप्रतिषेधः अस्ति तदा एव वयं तत्र अनेन सूत्रेण निर्णयं कर्तुं शक्यते, परसूत्रम् अधिकबलवान् भवति। परन्तु अस्यां दशायां विप्रतिषेधः नास्ति, अतः एतत् सूत्रस्य प्रसक्तिः अपि अत्र नास्ति। अत्र तु किमपि भिन्नचिन्तनम् अस्ति, इत्युक्ते अपवादबलम् अस्ति। अग्रे अपि पठतु भगिनि, सुपि च। अग्रे अपरम् उदाहरणमस्ति, सुपि च बहुवचने चलेत् इति एका स्थितिः, आद्गुणः वृद्धिरेचि इति अन्या स्थितिः। पूर्वस्याः स्थित्यां विप्रतिषेधे परं कार्यम् इत्यनेन बलाबलस्य निर्णयः क्रियते। उत्तरस्यां स्थित्यां सामान्यविशेषत्वम् अपवादभूतत्वम् इत्यनेन बलाबलस्य निर्णयः क्रियते। अत्र सुपि च तथा बहुवचने झले अत्र विप्रतिषेध नाम तुल्यबलविरोधः अस्ति, तेषाम् अवकाश अन्यत्र एव अस्ति, तथा द्वयोः सूत्रयोः मध्ये तुल्यबलमस्ति, तथा तत्र विप्रतिषेधे परं कार्यम् इति सूत्रस्य इत्यनेन एव बलाबलस्य निर्णयः क्रियते। तथा आद्गुणः वृद्धिरेचि अत्र आद्गुणः इति सूत्रस्य क्षेत्रं बृहत् अस्ति, वृद्धिरेचि लिमिटेड् अस्ति। तथा यदि वृद्धिरेचि इति कार्यस्य वृद्धिरेचि इति सूत्रस्य यदा उपयोगः न भवति चेत् तस्य कार्यं कुत्रापि अपि न भवति। तत्र अपवादत्वम् इति बलाबलस्य निर्णयः क्रियते, इत्यनेन निर्णयः भवति। सत्यं। सो अत्र द्वयोः मध्ये कः सम्बन्धः, आद्गुणः वृद्धिरेचि सूत्रयोः मध्ये कः सम्बन्धः? सामान्यविशेषत्वम् एकं सूत्रं सामान्यसूत्रं, द्वितीयसूत्रं विशेषकार्यं वदति. सो विशेषस्थित्यां विशेषकार्यं कार्यम्. आम्, तस्य नाम एव सामान्यसूत्रम् इत्युक्ते उत्सर्गसूत्रं, विशेषसूत्रम् इत्युक्ते अपवादसूत्रं. सो उत्सर्ग अपवाद अपि तदा वयं कुत्रचित् वदामः, उत्सर्ग अपवादसम्बन्धः आर् सामान्यविशेषसम्बन्धः. सो अपवादभूतत्वम् एव भवति, अतः वृद्धिरेचि इति सूत्रस्य अधिकबलं भवति. अधः एका परिभाषा अस्ति, पठति भगिनि एतत् अपि पठतु. अधः चित्रद्वयम् अस्ति, पठतु. अत्र अत्र चित्रद्वयम् अस्ति, चित्रं पठामि वा? आम्, एतत् एकवारं पठतु. अत्र किं लिखितम्? अधः चित्रद्वयम् अस्ति येन अस्माकं, मया न दृश्यते भगिनि. सुपि च बहुवचने जले तस्मिन् परिच्छेदे एव लिखितं न भगिनि? सुपि च बहुवचने जले इति एका अस्ति, आद्गुणः वृद्धिरेचि इति अन्या स्थितिः. पूर्वस्य स्थित्यां विप्रतिषेधे परं कार्यम् इत्यनेन बलाबलस्य निर्णयः क्रियते. उत्तरस्यां स्थित्यां सामान्यविशेषत्वम् अपवादभूतत्वम् इत्यनेन बलाबलस्य निर्णयः क्रियते. य अत्र अधः चित्रद्वयमस्ति येन अस्माकं चित्रा भगिन्या विप्रतिषेधः अपवादः चेत् अनयोः भेदः सुन्दररीत्या निरूप्यते, अवश्यं दृश्यताम्. अधोभाग तयोः PDF अपि प्राप्यते डौन्लोड् इत्यर्थं. चित्रा भगिनी धन्यवादः. अत्र एकं चित्रमस्ति, तत्र वृक्षयोग विहां. सो चित्रा भगिनी हेज़् ट्राई टु एक्स्प्लेन् द टू स्थितीस्, तुल्यबलविरोधः अपि च तुल्यबलविप्रतिषेधस्य विषये चित्राधारीकृत्य तेन अत्र एक्स्प्लेन् कृतम् अस्ति अस्मिन् चित्रे. सो दिस् चित्र बिलाङ्ग्स् टु विप्रतिषेधः, द्वयोः सूत्रयोः मध्ये विप्रतिषेधः. वदतु किञ्चित्. अत्र सुपि च इति सूत्रस्य प्रसक्तिः वृक्षयोगभ्याम् इति सुप्रत्यय अपि परे सम्पूर्णपीत् पीतवृत्ते तत्र सुपि च इत्यस्य प्रसङ्गः. दिस् इस् द कार्यक्षेत्र, दिस् येलो सर्कल् इस् द कार्यक्षेत्र आफ् सुपि च. तथा वृक्षयोगोभ्यस् इति द्वयोः स्थित्यो मध्ये तत्र सुपि च इति सूत्रस्य कार्यं भवितुम् अर्हति. अत्र अत्र अस्ति वृक्षयोगसुप् तथा वृक्षयोगभ्यस्. अत्र बहुवचने इति सूत्रस्य कार्यम् अस्ति. अत्र द्वयोः मध्ये कामन् अस्ति वृक्षयोगभ्यस् इति. इत्युक्ते यत्र यत्र यत्र वृक्षयोगभ्याम् अस्ति एकत्र प्रसक्ति तत्र तत्र बलाबलचिन्तनं करणीयं. वृक्षयोगभ्यस् इति स्थितिः अस्ति, तस्यां स्थित्याम् एव द्वयोः सूत्रयोः प्रसङ्गः अस्ति, तत्र बलाबलचिन्तनं करणीयम्. वाक्यं किमस्ति भगिनि? अत्र अवकाशः अपि अस्ति, तथा तत्र एकत्र अवकाशः अपि अस्ति तत्र. तादृशस्य स्थितिः इति तस्य नाम एव विप्रतिषेधः. सो द्वयोः सूत्रयोः अन्यत्र अन्यत्र स्वतन्त्र लब्धावकाशः अस्ति. वृक्षयोगसूपिते अस्यां दशायां कोऽपि भिन्नसूत्रम् आगत्य तत्र प्रसक्तः न भवति. तेन वे वृक्षयोगव्याम् इति स्थितौ तत्र केवलं सुपिच इत्यस्य एव प्रसङ्गः, बिकास् व्यां द्विवचनात् प्रत्ययः अस्ति, न तु बहुवचनात् अस्ति. अतः तत्र केवलं सुपिच इत्यस्य एव प्रसङ्गः. सो ओन्लि वदतु. सुपिच इति सूत्रस्य क्रमाङ्कः अस्ति 7.3.102. बहुवचने जल्ये सूत्रस्य क्रमाङ्कः अस्ति 7.3.103. 103 परम् अस्ति, परं सूत्रमस्ति. सुपीच इत्यस्य अपेक्षया बहुवचने झल्येत् इति परं सूत्रमस्ति, तदा तत् सूत्रं बलवत् अस्ति. सो तादृशतुल्यबलसूत्रयोः मध्ये यदा विप्रतिषेधः, यदा विरोधः भवति, सङ्घर्षः भवति, तत्र परं सूत्रं श्रेष्ठं भवति. परं सूत्रस्य बलम् अधिकम् अस्ति. अतः बहुवचने जल्येत् इति एव ब्यस् इति स्थितौ बहुवचने जल्येत् इति सूत्रम् एव आदौ कार्यं करोति. सो इट् बिकम्स् वृक्षे अकारस्य एकारादेशः भवति, वृक्षेभ्यः इति भवति. सो दिस् इस् विप्रतिषेधः. द्वयोः कृते स्वतन्त्रलब्धावकाशः अस्ति, कुत्रचित् एकत्र प्राप्तिः भवति चेत् तत्र परं सूत्रं, यत् परं परस्परे यत् सूत्रमस्ति तस्य अधिकबलं भवति इति विप्रतिषेधे परं कार्यम्. अत्र अपवादविषये अपि वदतु भगिनि. अपवाद अत्र अत्र उदाहरणमस्ति आद्गुणः तथा वृद्धिरेचि इति सूत्रम्. अत्र नीलवर्णे अस्ति आद्गुणः इति सूत्रस्य व्याप्ति. सत्यम्. अत्र हरितवर्णे अस्ति वृद्धिरेचि इति सूत्रस्य व्याप्ति. आद्गुणः इति सूत्रस्य व्याप्तिः बृहत् अस्ति. वृद्धिरेचि इति सूत्रस्य व्याप्तिः तस्य तत्र इन् बिट्वीन् अस्ति, मीन्स् आद्गुणसूत्रस्य व्याप्तिः अस्ति, तस्य मध्ये वृद्धिरेचि इति सूत्रस्य व्याप्तिः अस्ति. कार्यक्षेत्रं लघु अस्ति, लघु कार्यक्षेत्रम् अस्ति, अपि च तस्मिन् एव कार्यक्षेत्रे वर्तते. दिस् इस् नाट् औट्सैड् बिल्लु, इट् इस् इन्सैड् बिल्लु ओन्लि. तत्र एकत्र कार्यक्षेत्रमस्ति, द्वयोः सूत्रयोः तत्र कार्यक्षेत्रमस्ति. वृद्धि आद्गुणः इति सूत्रस्य अन्यत्र अपि कार्यक्षेत्रम् इन् दिस् इत्युक्ते ए ऐ ओ अव्यहाय अन्यत्र केवलम् आद्गुणः इत्यस्य एव कार्यक्षेत्रम्. परन्तु ए ऐ ओ औ विषये तु वृद्धिरेचि इत्यस्य अपि प्रसङ्गः अस्ति, न केवलम् आद्गुणः इत्यस्य प्रसङ्गः, वृद्धिरेचि इत्यस्य अपि प्रसङ्गः अस्ति. तदेव अस्ति सामान्यविशेषः. अत्र विप्रतिषेधः नास्ति एव, अत्र तुल्यबलं नास्ति एव. अत्र वृद्धिरेचि इति सूत्रस्य अन्यत्र लब्धावकाशः एव नास्ति, तथा अस्यां स्थित्यां विप्रतिषेधे परं कार्यम् इति सूत्रस्य प्रसक्तिः एव नास्ति. वृद्धिरेचि इति सूत्रं निरवकाशः भवति यदि ए ऐ ओ औ अत्र अस्यां स्थित्यां यदि आद्गुणः इति सूत्र कार्यं करोति चेत्. कमपि सूत्रं निरवकाशः न भवेत् तदा वृद्धिरेचि इति विशेषसूत्रम् अपवादसूत्रम् एव तत्र बलवत् भवति. अपवादसूत्रस्य एव तत्र कार्यं भवति. अपि च तत्र ग्रन्थे अपवादसूत्रस्य विषये किमपि न उक्तमस्ति, कोऽपि सूत्रं नास्ति. सो तत्र व्याख्या इत्युक्ते भाष्यकारं परिभाषा पठित्वा एव वयम् अवगच्छामः अपवादः इत्युक्ते किं. सो अपवादस्य लक्षणं किं भगिनि, अपवादसूत्रस्य लक्षणं किम् अस्ति, वाट् इस् हौ डु वि ऐडेण्टिफै दिस् इस् एन् अपवादसूत्रं. निरवकाशत्वम् अपवादस्य बीजम् आर् लक्षणम्. अपि च देर् इस् वन् मोर् सूत्रसङ्ख्या अत्र पश्येत् चेत् आद्गुणः इति 6.1.86, वृद्धिरेचि इति 6.1.88, परन्तु अत्र सूत्रस्य सङ्ख्या महत्त्वपूर्ण नास्ति. अपवाद इत्युक्ते समानविशेषविषये सूत्रसङ्ख्या इत्यस्य कोऽपि तत्र कार्यमेव नास्ति, बिकास् तत्र तु केवलं पूर्वपरविषये एव तत् अस्ति, तस्य आवश्यकता भवति. अत्र तु समानविशेषः, केन सूत्रेण विशेषकार्यम् उक्तं, केन सूत्रेण सामान्यकार्यम् उक्तमस्ति. सामान्यसूत्रस्य अपेक्षया विशेषसूत्रस्य अधिकबलं भवति. सो आल्वेस् रिमेम्बर् द अपवादसूत्रस्य लक्षणं किम् अस्ति. एकमस्ति निरवकाशत्वम् अपवादस्य लक्षणम् आर् बीजम्. द्वितीयं अपि च इदानीम् अस्माभिः यानि सूत्राणि पठितानि तेषु कोऽपि अन्यत् उदाहरणं वक्तुं शक्यते वा भगिनि, सामान्य अपवादस्य उदाहरणम्? suppose this blue circle is akarna akah savarne dirghah bhavati va akah savarne dirghah apicha adgunah so akah savarne dirgha may be exists over here. So akah savarne dirghah iti sutram adgunah iti sutrasya इत्युक्ते सम्पूर्णमध्ये नास्ति, बिकास् अकः सवर्णदीर्घः केवलं तत्र ई तत्र केवलम् आत् परः एव कार्यं नास्ति, यदि तत्र अक्वर् तत्र अकः परे अपि कार्यम् अस्ति. सो अकः सवर्णदीर्घः इति सूत्रस्य प्रसङ्गः केवलम् अत्र एव ओवर्लेप् करोति, बिकास् यत्र ई प्लस् ई अस्ति तत्र तु आद्गुणः इत्यस्य प्रसङ्गः नास्ति न. सो औट्सैड् बिल्लुक्षेत्र अपि तस्य कार्यक्षेत्रम् अस्ति, परन्तु यदा अ प्लस् आ प्लस् आ भवति तत्र एव आद्गुणः इति सूत्रस्य प्रसङ्गः. सो सम्पूर्णतया अकः सवर्णदीर्घः सम्पूर्णतया आद्गुणः इति सूत्रस्य मध्ये न आयाति, किञ्चिदेव कार्यक्षेत्रं तत्र ओवर्लेप् करोति. सो अकः सवर्णदीर्घः इत्यस्य सूत्रस्य केवलं किञ्चित् अंशः एव आद्गुणः इत्यस्य कृते अपवाद कार्यं करोति, यदा अ इति विषयः अस्ति, अकारविषयः अस्ति, अ अपरे सवर्ण वर्णः अस्ति तदा एव ओवर्लेप् करोति. परन्तु वृद्धिरेचि इत्यस्य कार्यक्षेत्रं तु सम्पूर्णतया आद्गुणः इत्यस्य मध्ये एव भवति, बिकास् स्थानिवर्णः अपि समानः, निमित्तमपि समानानि. अत्र स्थानी अक् अस्ति, न केवलम् अत् न अस्ति. सो तत्र अक् इत्युक्ते ई वर्णः अपि अस्ति, ऊ अपि अस्ति, रु अपि अस्ति. सो अकः सवर्णदीर्घः, अकः वर्णस्य परे सवर्णः अस्ति चेदेव दीर्घादेशः भवति. सो अक् मध्ये अकारः अपि अस्ति, आत् अपि अस्ति. सो किञ्चिदेव कार्यक्षेत्रं तत्र अपवादरूपेण, एतस्य अपवादरूपेण कार्यं करोति, न तु सम्पूर्णसूत्रम्. अपि च द्वितीय उदाहरणमस्ति अस्माकं बहु परिचितम् उदाहरणं, कर्तरि शप् अपि च कर्तरि शप् सो दिस् विल्लुक्षेत्र इस् कर्तरि शप् सर् कस्यापि धातोः अनन्तरं कर्तर्थक् सार्वधातुप्रत्ययः अस्ति चेत् तत्र शप् विधीयते परन्तु अस्य बिल्लु का अस्य मध्ये तद् देन् देन् वी हेव् दिवादिभ्यः शन् तुदादिभ्यः श सो दीस् आर् तुदादिभ्यः इत्युक्ते दीस् आर् आल्सो धातुस् दे कम् इन् सैड् बिल्लु ओन्लि क्रयादिभ्यः श्ना सो कर्तरि शप् इति बृहत् कार्यक्षेत्रम् विचवर् धातोः अनन्तरं कर्तर्थक् सार्वधातुप्रत्ययः अस्ति चेत् सूत बिल्लुसूत्रं वदति शप् परन्तु अनन्तरं वदति यदि दिवादिगणे ये धातवः सन्ति सपोज् दीस् मनी धातुस् आर् देयर् इन् द दिवादिगण तदा कर्तर्थक् सार्वधातुप्रत्ययपरे तु शन् विधीयते न तु शप् सो दिस् इस् अपवाद् सो कर्तरि शप् इत्यस्य कृते बहूनि अपवादसूत्राणि तत्र वर्तन्ते दिवादिभ्यः शः सोरि तुदादिभ्यः शः देन् क्रयादिभ्यः श्ना देट् इस् आल्सो एन् उदाहरण आफ् उत्सर्ग अपवाद् बिकास् केचन विशिष्टधातूनां विषये तु शन् विधीयते केचन विशिष्टधातूनां विषये श विधीयते कुत्रचित् श्ना विधीयते कुत्रचित् श्नं विधीयते अतः कर्तरि शप् इति सूत्रस्य कृते बहूनि अपवादसूत्राणि सन्ति बिकास् निमित्तमपि समानं धातुः निमित्तमस्ति धातु परे अस्ति कर्तर्थक् सार्वधातुप्रत्ययः कुत्रचित् शप् कुत्रचित् शन् श श्ना इत्यादि that is also an example of utsarga apvad avgatam va pagni what about halantyam apicha navibhaktau tusmaha navibhaktau tusmaha iti nishedak sutram karyasya nishedah karoti apvad sutram nasti vishesh vidhi nasti nishedah karoti सो यस्मिन् सूत्रे न इति उक्तम् अस्ति तद् निषेधकसूत्रं सो निषेधकसूत्रम् इस् भिन्न देन् अपवादसूत्रम् अत्र तु भिन्नकार्यं वदति तदस्ति यथा किनिति च न गुणः इति तत्र वदति तदपि निषेधकसूत्रम् अस्ति कार्यस्य निषेधः करोति कोऽपि अन्यकार्यं करोतु इति न वदति कार्यमेव न कर् सो देट् इस् निषेधकसूत्रं दिस् इस् अपवादसूत्रं विशेषस्थिति विशेषकार्यं करणीयं गुणापेक्षया वृद्धि करणीयं सो निषेधकसूत्रं भिन्नं अपवादसूत्रं भिन्नं निषेधकसूत्रमित्युक्ते कार्यस्य एव निषेधः पूर्वे उक्तं यत् कार्यमस्ति तस्य निषेधः अपि च सो अपवादस्य विषये अग्रे लिखितमस्ति वा सो निरवकाशत्वम् अपवादस्य बीजं दिस् इस् द लक्षणम् आफ् अपवादसूत्रम् अपि च येन न अप्राप्ते यो विधिः आरभ्यते सः तस्य बाधको भवति दिस् इस् आल्सो दिस् इस् हौ वी एक्स्प्लेन् अपवादसूत्रम् अत्र एकवारं आमां वन् सेकेण्ड् भगिनि दिस् इस् अ परिभाषा बेसिकलि वन् सेकेण्ड् निरवकाशत्वम् अपवादस्य बीजम् इति अपि सूत्रमेव वा न सूत्रं नास्ति भगिनि दिस् इस् अ लक्षणं महाभाष्ये अस्ति महाभाष्ये अस्ति एकवारं पश्यामः भगिनि कुत्र अस्ति परिभाषा इन्दुशेखर सूत्रमध्ये अस्ति परिभाषां न श्रु परिभाषाग्रन्थाः तत्र अस्ति अत्र पश्यतु भगिनि परिभाषा इन्दुशेखरग्रन्थ एकं ग्रन्थः नागेश इति तस्य लेखकः ग्रन्थस्य लेखकः नागेश भट्ट इति अस्ति सो वट् नागेश हेज़् डन् ही हेज़् कम्बैण्ड् आल् द परिभाषास् विच् आर् बीन् टोल्ड् बै पतञ्जलि महर्षि महाभाष्य इति ग्रन्थे द विशेषवाक्यास् the vishesh sentences about the sutras vishesh tippani about the sutras said by the patanjali maharishi has been collected by nagesh bhat and he has made this paribhasha indu shekhar granthah so here in this he has collected all the these vakyas the paribhashas of patanjali maharishi So, there is a krama for all the paribhasha. So, paribhasha number 58, atra pashyatu bhagini. Drushyate va screen madhye? Drushyate, drushyate. Yena na apraafte. Na apraafte. Yoho vidhir arabhyate saha tasya badako bhavati. This is the apvad sutram. So, apvad hai tukte kyam? This is what apvad is. अत्र निरवकाशत्वम् अपवादस्य बीजमस्ति वा निरवकाश चिन्तयामि निरवकाशम् अपवादस्य बीजम् अत्र नास्ति सो लेट् अस् चेक् दिस् येन न अप्राप्ते यो विधिर् आरभ्यते सः तस्य बाधको भवति लेट् अस् सी वाट् इस् दिस् वाक्य सेम् सो येन सपोज् सेकेण्ड् सो येन इत्युक्ते वि आर् डिस्कसिङ्ग् टु सूत्रास् सूत्र वन् एण्ड् सूत्र टु द्वयोः मध्ये कः बाधकसूत्रं कः अपवादसूत्रं कः उत्सर्गसूत्रं दिस् इस् वाट् वि आर् डिस्कसिङ्ग् सो येन न प्राप्ते येन सपोज् येन इत्युक्ते येन सूत्रेण येन सपोज् द्वितीयसूत्रेण येन द्वितीयसूत्रे सूत्रविधिना विधि सूत्र सो वाट् इस् सूत्र गिविङ्ग् अस् सूत्र इस् गिविङ्ग् अस् सम् विधि सम् कार्यं दिस् सूत्र इस् गिविङ्ग् अस् भिन्नकार्यं दिस् सूत्र इस् गिविङ्ग् अस् भिन्नकार्यं सो येन इत्युक्ते येन द्वितीयसूत्रविधिना विधिद्वारा विधि सूत्रविधिद्वारा न अप्राप्ते सी हियर् न अपि अस्ति अप्राप्ते अपि अस्ति सो टु नगेशन्स् आर् देयर् अप्राप्ते इत्युक्ते न प्राप्ते सो वी हेव् टु नकारास् न अप्राप्ते न अप्राप्ते इस् इक्वल् टु न अप्राप्ते इस् इक्वल् टु प्राप्ते अप्राप्ते सो दिस् इस् सोरि दिस् इस् अकार अप्राप्ते न अप्राप्ते न प्राप्ते न अप्राप्ते न प्राप्ते न अप्राप्ते इत्युक्ते प्राप्ते दिस् इस् इक्वल् टु प्राप्ते सो इत्युक्ते अवश्यं प्राप्ते न प्राप्ते इत्युक्ते अवश्यं प्राप्ते येन द्वितीयसूत्रविधिना न अप्राप्ते यः विधिः यः विधिः यः कार्यम् आरभ्यते विशिष्टसूत्ररूपेण विधीयते सो सो यः कार्यम् आरभ्यते सः प्रथमसूत्रस्य तस्य द्वितीयसूत्रस्य प्रथम सूत्रविधिः सः तस्य बाधको भवति. देट् बिकम्स् सो येन अप्राप्ते येन अवश्यं प्राप्ते येन अवश्यं प्राप्ते यः विधिः आरभ्यते सः तस्य बाधको भवति. सो विदौट् द येन अप्राप्ते यः विधिः आरभ्यते सः तस्य बाधको भवति. दिस् इस् द लक्षणम् आफ् द अप्वाद् सूत्रम्. सो येन द्वितीयसूत्रविधिना अवश्यं यः विधिः आरभ्यते अवश्यप्राप्तविधिः आरभ्यते सः इत्युक्ते विशिष्टरूपविधीयते आरभ्यते इत्युक्ते विशिष्टरूपेण विधीयते सः प्रथमसूत्रस्य सः इत्युक्ते प्रथमसूत्रविधिः तस्य द्वितीयसूत्रस्य बाधकः भवति. सो हियर् द फस्ट् सूत्र एक्स् एस् एन् अपवाद् सूत्र टु द द्वितीयसूत्र बिकास् यदा द्वितीयसूत्रस्य अवश्यप्राप्तिः अस्ति परन्तु तत्र यदि प्रथमसूत्रं तत्र कार्यं न करोति चेत् देन् दिस् प्रथमसूत्र बिकम्स् अ बाधक टु द सेकेण्ड् सूत्र बिकास् एतस्य कृते कुत्रापि अन्यत्र कुत्रापि लब्धावकाशः नास्ति. सो दिस् इस् हौ दे हेव् एक्स्प्लेन् दिस्. सो सामान्यरूपेण वदामः चेत् इत्युक्ते निरवकाशत्वम् अपवादस्य बीजम्. अष्टाध्यायीग्रन्थस्य कोऽपि सूत्रं निरवकाशः मा भवेत्. सो दीस् आर् द टु लक्षणास् आफ् द अपवाद् सूत्रम्. अष्टाध्यायीग्रन्थे अपवादविषये किमपि न उक्तम् अस्ति. सो पतञ्जलिमहर्षि हेस् गिवन् अस् दीस् टु परिभाषास्. निरवकाशत्वम् अपवादस्य बीजम्. अपवाद् सूत्रस्य बीजं किम् अस्ति, किमर्थम् अपवाद् सूत्रस्य अधिकबलम् अस्ति, बिकास् निरवकाशत्वं कोऽपि अष्टाध्यायीग्रन्थस्य कोऽपि सूत्रं निरवकाशः मा भूत्. अतः तत् सूत्रम् अवश्यं तत्र तस्य कार्यं कुत्रापि भवेत् तदेव अपवाद् सूत्रम्. एण्ड् द सेकेण्ड् परिभाषा इस् येन न अप्राप्तयोः विधिः आरभ्यते सः तस्य बाधको भवति. सो प्रथमसूत्रैः द्वितीयसूत्रस्य बाधकः भवति, बाधकसूत्रम् अस्ति, तस्य कार्यस्य बाधा करोति, विधिः बाधा करोति, तत् विधिः न भवति इति तत्र. दिस् आल्सो दिस् परिभाषा इस् अबौट् द अपवाद. अपवादः कदा सूत्रं बाधकसूत्रं भवति? अपवादसूत्रं कस्यचित् सूत्रस्य कृते बाधा करोति. दिस् इस् द परिभाषा. सो अत्र सो कुत्र यत्र उत्सर्ग सामान्यविशेषनियमः तत्र तु प्रायशः सर्वदा न परन्तु प्रायशः अपवादसूत्रमेव बलवद् भवति. देर् आर् सम् एक्सेप्शन्स् वेर् अपवादसूत्रम् उत्सर्गसूत्रस्य अपेक्षया अपवादसूत्रस्य अधिकबलं नास्ति. तत्तु अग्रे पश्यामः किम् अस्ति. परन्तु सामान्यनियमः तु एवमेव, यदा तत्र उत्सर्ग अपवाद् सम्बन्धः तत्र अपवादसूत्रस्य अधिकबलं भवति, सर्वदा न भवति. देट् इस् वै ऐ एम् यूसिङ्ग् प्रायशः. इत्युक्ते यूज्वलि 95% आफ् द टैम्स् अपवादसूत्रम् एव बलवद् भवति. परन्तु देर् आर् 5% आफ् द स्थितीस् वयर् अपवादसूत्रस्य अपवादसूत्रं तस्य बाधकः न भवति. दे आर् डिफ्रेण्ट् सिचुवेशन्स्. सो देर् आर् सम् एक्सेप्शन्स् टु दिस् रूल् आल्सो, बट् दिस् इस् द सामान्यनियम्. अपवादसूत्र सर्वदा इत्युक्ते डोण्ट् मेक् ए स्टेट्मेण्ट् देट् सर्व अपवादसूत्रं उत्सर्गसूत्रस्य कार्ये सदा बाधकसूत्रं भवति इति नास्ति. कुत्रचित् तत्रापि किमपि विशेषः अस्ति. अग्रे पठतु चेतना भगिनी. हलो पूर्वपरनित्यान्तरङ्गापि पठतु उपरि अधः एका परिभाषा अस्ति यया बुद्धं यत् अपवादः बलीयान् सामान्यसूत्रस्य अपेक्षया यत्र अपवादः अस्ति तत्र सूत्रसङ्ख्यायाः किमपि महत्त्वं नास्ति. अपवादभूतसूत्रस्य सूत्रसङ्ख्या या कापि भवतु नाम तस्य बलं भवति एव. यत्र अपवादत्वेन बलाबलस्य निर्णयः क्रियते तत्र इयं परिभाषा कार्यं करोति. परिभाषाः अत्यन्तं पुरातन्यः, तेषां लेखकाः अस्माभिः न ज्ञायन्ते, परन्तु व्याकरणलोके तासां दृढा मान्यता अस्ति. तर्हि अत्रास्ति एका परिभाषा. अत्र लिखितमस्ति अपवादसूत्रमस्ति चेत् सूत्रसङ्ख्यस्य महत्त्वं नास्ति. सूत्रसङ्ख्या किमपि भवेत्, अपवादसूत्रं बलवत् एव इति. तत्र प्रमाणं भवेत्, इसन्ट् इट्? कथम् अपवादसूत्रं, लक्षणम् इस् ओके. वट् वी हेव् डिस्कस्ड् इस् निराकाशत्वम् अपवादस्य बीजं, येन न प्राप्ते यो विधि आरभ्यते सः तस्य बाधको भवति. दीस् आर् द लक्षणास् आफ् द अपवादसूत्रम्. अपवादः इत्युक्ते किम्? परन्तु अपवादसूत्रं बलवद् भवति, तस्य कृते किमपि शास्त्रप्रमाणं भवेत्. सूत्रं तु नास्ति ग्रन्थे, अष्टाध्यायीग्रन्थे कोऽपि सूत्रं नास्ति. यथा येन विप्रतिषेधे परं कार्यम् इति सूत्रम् अस्ति, परन्तु अपवाद सामान्य अपवादविषये तु कोऽपि सूत्रं नास्ति अष्टाध्यायीग्रन्थे. सो प्रमाणं किं? के प्रमाणम् इत्युक्ते अपवादसूत्रं बलवत् अस्ति, तस्य कृते प्रमाणं, कोऽपि प्रमाणम् आवश्यकं भवेत्. सो एका परिभाषा अस्ति व्याकरणशास्त्रे, एका परिभाषा अस्ति येन वयं तत्र यस्याः प्रयोगं कृत्वा वयं तत्र अवगन्तुं शक्यते यत् शास्त्रीयप्रमाणं भवति उद्दिश्य अपवादसूत्रस्य अधिकबलम् अस्ति. अस्य परिभाषाविषये किम् उक्तमस्ति भगिनि? परिभाषाः कः लेखकाः इति अहं न जानीमः, परन्तु बहु विशेषः अस्ति व्याकरणलोके. व्याकरणलोके एतस्याः परिभाषायाः दृढा मान्यता अस्ति. मे बि बिफोर् पाणिनि महर्षि एतत् परिभाषा आसीत्. सो देर् वेर् व्याकरण ग्रन्थास् बिफोर् पाणिनि आल्सो. सो देर् आर् अराौण्ड् देशे देर् आर् अराौण्ड् हण्ड्रेड्स् आफ् दीस् व्याकरण ग्रन्थास् बिफोर् पाणिनि आल्सो. सिन्स् दे वेर् नाट् अरेञ्ज्ड् प्रापर्ली, देट् इस् पाणिनि वट् पाणिनि महर्षि डिड् ही मेड् एन् अरेञ्ज्मेण्ट् अ प्रापर् अरेञ्ज्मेण्ट् एण्ड् बट् व्याकरण दिस् ग्रन्थास् वर् बिफोर् हिम् आल्सो. सो वी हेव् दट् there is one shloka which says that brahma brahaspatye provacha brahaspati indraya indro bhardwajaya bharadwajaya bharadwajah rishibhyah rishibhyah brahmanebhyah. so brahma told this to brahaspati. Vyakaran brahaspati told to teach this vyakaran to indra. Indra taught this Vyakaran to Bharadwaj Maharishi. Bharadwaj Maharishi gave to other, among the Saptarishis we have Bharadwaj Maharishi. So among the Saptarishis, Bharadwaj Rishi gave to other Rishis. then from those rishis it came to the brahmana, to the brahmans, and that this is how the vyakaran propagated. So the first vyakarana is Brahma himself. So before Panini also there were lot of vyakaran shastras. That is why, so we don't know who has written this paribhasha, but vyakaran loke tasam dridha manyata asti. So this poor, so this paribhasha number, see, this paribhasha is 38. So paribhasha Indu Shekhar granthe na kevalam tatra mahabhashye yani paribhashaah santi na kevalam tesham vishaye tatra सङ्ग्रहः अस्ति, परन्तु पुरातन ये परिभाषाः तत्र आसीत् तेषां सङ्ग्रहः अपि परिभाषा इन्दुशेखरग्रन्थे तत्र लभ्यते. सो बिकास् हियर् वी गेट् टु नो देट् दिस् इस् दिस् पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तर उत्तरं बलीयः. दिस् परिभाषा इस् नाट् फ्रम् महाभाष्य, दिस् इस् द पुरातन परिभाषा, अत्यन्तं पुरातन्यः, एक्स्ट्रीम्लि ओल्ड् परिभाषा विच् हेस् कम् डौन् from generations to generations, and this has been accepted by everybody. So this paribhasha, and from this paribhasha only we get to know that apvad sutra se adhik balam asti, utsarg sutra se apekshaya apvad sutra se adhik balam asti from this paribhasha also. So this acts as a pramanam. Paribhasha pathitu bhagini. पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः. परिभाषा 38. अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति. परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति. नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति. अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् भवति. सो दिस् दिस् परिभाषा वी हेव् टु रिमेम्बर्. पूर्व पर देन् पर नित्य देन् नित्य अन्तरङ्ग देन् अन्तरङ्ग अपवाद देन् नाम. नाम इति षष्ठी बहुवचन प्रत्ययः, सुप प्रत्ययः. पूर्व पर नित्य अन्तरङ्ग अपवादानाम्, अपवादानां किम्, उत्तरोत्तरं बलीयः, उत्तरोत्तरं बलीयः. सो सर्वेषाम् अपेक्षया पूर्व पर नित्य अन्तरङ्ग सर्वेषाम् अपेक्षया अपवादसूत्रस्य अधिकबलम्. So we have to take two together. Prastu purva para, purva para is what we have discussed, vi pratishedah. Purva sutrasya apekshaya para sutram atra kim likhitam, anaya paribhashaya purva sutrasya apekshaya para sutram balvad bhavati. What is that, Bhagni? Purva Sutra se apekshaya para sutram kada balvat bhavati? Yata tulya bala virodha asti chet. Satyam. So this is what is vipratishedaha. So Purva Sutra se apekshaya para sutram balvat bhavati kada? We have already discussed this. Vipratishede param karya. Then further it says, now between purva and para, para sutram is balavat, yada tulya bala virodha. Then it says para sutra se apekshaya nitya sutram balavat bhavati. So we don't know what is nitya sutram. We have not read about what is nitya sutram, isn't it? What is antarang sutram? We don't know. So this all will be explained further. What is nitya, what is anitya, what is antarang, what is bahirang, then apvad probably. So but this paribhasha tells me para sutra se apekshaya nitya sutram balavat bhavati. So if I have two sutras, yadhyapi द्वयोः मध्ये तुल्यबलविरोधः अस्ति, परन्तु द्वयोः मध्ये इतोपि अधिकसम्बन्धः अस्ति. एकं सूत्रं नित्यम् अस्ति, अन्यत् सूत्रम् अनित्यम् अस्ति. सो यद्यपि तत्र तुल्यबलविरोधः अस्ति, परन्तु तत्र एकम् अन्यत् सम्बन्धः वर्तते. देट् इस् नित्यसम्बन्धः अनित्यसम्बन्धः. सो अत्र वदति अनया परिभाषया तत्र वयं किम् अवगच्छामः, यः नित्यसूत्रमस्ति, येन सूत्रेण नित्यकार्यम् उक्तमस्ति, तद् तस्य अधिकबलम् अस्ति. सो अण्डर्स्टाण्ड् इट् लैक् दिस्. सपोज् ऐ हेव् 14 नम्बर् सूत्र. सो लेट्स् नाट् डिस्कस् पाद एण्ड् सङ्ख्या. एण्ड् तस्मिन् एव पादे, तस्मिन् एव अध्याये ऐ हेव् द 16 सूत्रम्. सो दिस् इस् परसूत्रं, दिस् इस् पूर्वसूत्रं. द्वयोः मध्ये तुल्यबलविरोधः अस्ति, परन्तु द्वयोः मध्ये एकमान्यत् सम्बन्धः अस्ति. 14 सूत्रम् इस् नित्यसूत्रम्. वी डोण्ट् नो वाट् इस् नित्यसूत्रं, वी विल् कम् टु नो वाट् इस् नित्यसूत्रम्. एण्ड् 16 इस् अनित्यसूत्रम्. सो नौ इट् सेस् परसूत्रस्य अपेक्षया नित्यसूत्रस्य अधिकबलं, यद्यपि परसूत्रम् इत्युक्ते 16 सूत्रं. परसूत्रम् इत्युक्ते परे यत् सूत्रमस्ति, अनन्तरं यत् सूत्रमस्ति. यद्यपि सः अत्र बलबल अत्र तुल्यबलविरोधः अपि अस्ति. सो सर्वदा, सो वी के नाट् वेर् एवर् वि सी तुल्यबलविरोध, द फस्ट् कन् लेट् अस् जम्प् टु द कन्क्लूजन् विप्रतिषेधे परं कार्यं, तथा नास्ति. व्याकरणशास्त्रे तथा न भवति. We have to check कोऽपि अन्यसम्बन्धः तु अपि नास्ति. यदि कोऽपि अन्यसम्बन्धः इत्युक्ते नित्यान्यते अथवा अन्तरङ्ग अपवात् अन्तरङ्ग बहिरङ्गसम्बन्धः अस्ति, then we have to jump to that. So this is the first stage. पूर्वपर is the first stage. From the first stage itself we cannot make the final conclusion. We have to check other sambandhas also. So अत्र वदति परसूत्रं, द्वयोः मध्ये तुल्यबलः अस्ति, सो तेन किं विप्रतिषेधे परं कार्यं. परसूत्रं यत् अस्ति तद्वद् अधिकबलम् अस्ति, परन्तु इदानीं तत्र एकमान्यत् सम्बन्धः अस्ति. एकं सूत्रं नित्यसूत्रम्, अन्यत् सूत्रम् अनित्यसूत्रं. यद्यपि परसूत्रं श्रेष्ठं भवति विप्रतिषेधपरं कार्यम् इत्यनेन, तथापि अनेन सूत्रेण कार्यं न करणीयं. नित्यसूत्रस्य अधिकबलम् अस्ति, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति. सपोज् 16 इस् ओन्ली द परसूत्रं, 16 इस् ओन्ली द नित्यसूत्रं, देन् दिस् विल् नित्य वट् एवर् इस् द नित्यसूत्रं, देट् विल् बिकम् तस्य अधिकबलं भवति. सो हियर् वै दे हेव् गिवन् परसूत्रस्य अपेक्षया, बिकास् अगेन् अण्ड् अगेन् दे वाण्ट् टु टेल् अस् सर्वदा परसूत्रं बलवत् भवति इति नास्ति. तुल्यबलविरोधे सति सर्वदा परसूत्रं बलवत् अस्ति, तथा नास्ति व्याकरणशास्त्रे. तत्र एकम् अन्यत् सम्बन्धः अपि द्रष्टव्यम्. अत्र नित्यानित्यसम्बन्धः तु नास्ति. यदि अस्ति चेत् तत्र नित्यसूत्रं बलवत् नित्यसूत्रं सूत्रस्य अधिकबलमस्ति इति. तत्र परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति. This is the second category. Then again one more sambandhah. Balabala tulyabala asti, nitya anitya asti, apicha antarang bahirang sambandhah asti. So nitya sutra se apekshaya antarang sutram balvat bhavati. What is antarang bahirang? That we will discuss. Antarang sutra se apekshaya apvad sutram balvat bhavati. So this is like 1 is greater than 2, 2 is greater than 3, 3 is greater than 4, and 4 is greater than 5. Ityukte 5 is greater than all of these. And what is 5? 5 is Apvad Sutram. Purva, Para. Para, Nitya. Nitya, Antarang. And Antarang is अपेक्षया अपवाद् सूत्रं बलवद् भवति. सो नाट् ओन्ली अन्तरङ्गस्य अपेक्षया अपवाद् सूत्रं बलवद् भवति. दिस् अपवाद् देर् इस् अ रिलेशन्शिप्, कण्टिन्युस् रिलेशन्शिप्. अपवाद् सूत्रम् इस् हेज़् अधिक बल देन् नित्यसूत्रम्. अपवाद् सूत्रं हेज़् अधिक बलं देन् parasutram. Apat sutram has adhik balam than purva sutram. Because 1 is greater than 5, 2 is greater than 5, 3 is greater than 5, 4 is greater than 5. Are you getting my point? Because kivartham, why I am writing 1 is greater than 2 is greater than, because it's saying uttara uttaram baliyaha. This also has some meaning, uttara uttaram baliyaha. That is why I wrote them in the krama. So purva para 5 is the strongest kalu satyam tadeva vaktavya. So apvad sutram is the strongest sutram, so it should be 5 greater than 4 greater than 3. Should it be maya, that way? So 1 it should be like this. Satyam bhagini, 4 and 5 like this. I make this greater than, less than. 1 is less than 2 puru sutra se apekshaya parasutram balva. 2 is less than 3, 3 is less than 4, 4 is less than 5. Ityukte 5 is greater than all of these. Satyam bhagini, avagatam va? This is what this paribhasha says, because it says uttara uttaram baliyaha. Uttara uttaram ityukte yasmin kramme yatra dattam, purva para nitya antarang apvad. So atah kim karaniyam? So how should we go? Yada dvayoh sutrayoh madhye ekatra prapti hi bhavati, we should start from apvad. We should not start from Purvapara. We should start from Apvad. So the first, what is our karya? Our first chintanam should be Dvayoho Madhye Utsarag Apvad Sambandha Astiva. Yedi Utsarag Apvad Sambandha, then the decision is made there only. Oh, Astu. Then Apvad Sutra Sadikparam. Then we have to go to antarang bahirang. Then we have to go antarang bahirang. Yadi antarang bahirang api nasti, then we have to go nitya anitya. Yadi nitya aninda sambandha api nasti, then we have to go to the purvapara. So purvapara yadhyapi asmin paribhasha asyam paribhashayam prathme uktam asti, we have to start from apad. Reverse way we have to start. So the first dvayoh sutrayoh ekatra praptihi bhavati chet, we will read it further. If we decide dvayoh tulyabala virodha asti anyatra anyatra labdha avakasha asti idanim ekatra prapti asti, let us go to vipratishade param karyam and let the param sutram is adhik balam, to let us do karya. No, tatra kleshah bhavati padanirmana samye tatha tadrishichintanam nasti. The first we have to go to the utsargapvat, then antarang bahirang, then nitya nitya. Finally, if all these sambandhas are not there, then we have to go to purvapara, which is vipratisheda. This is how the chintanam goes. Avagatam va bhagini? Aham bhagate. Agre api pathatu bhagini. Kinchit samyam. अस्याः परिभाषायाः प्रथमतत्त्वद्वयं विप्रतिषेधे परं कार्यम् इत्यस्यैव अभिव्यक्तिः. पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्. तत्पश्चात् तत्त्वत्रयं वर्तते. अनन्तरं तत्पश्चात् तत्त्वत्रयं वर्तते. नित्य अन्तरङ्ग अपवाद एषाम् उपस्थितौ विप्रतिषेधे परं कार्यम् इति सूत्रं कार्यं न करोति. सो with respect to these three sambandhas, nitya anitya sambandha, dvayoh madhye ekam antarangam bhavati, dvitiyam bahirangam bhavati, dvayoh madhye etam ekam utsargam bhavati, dvitiyam apvadam bhavati. So tatra vipratishyate param karyam etayoh vishaye, trayoh vishaye tatra त्रयाणां विषयाणां तत्र विप्रतिषेधे परं कार्यं सूत्रं कार्यं न कर्तुं शक्यते. तत्र भिन्न कोऽपि सम्बन्धः अस्ति. सि अपवादविषये तु अन्यत्र अन्यत्र लब्धावकाशः नास्ति, परन्तु अन्तरङ्गविषये कुत्रचित् तत्र भवति तुल्यबलविरोधः. नित्यविषये अपि कदाचित् तुल्यबलविरोधः भवति, परन्तु इन् अडिशन् टु तुल्यबलविरोधः देर् इस् वन् मोर् सम्बन्ध विच् इस् नित्य अनित्य. सिमिलर्लि इन् अडिशन् टु तुल्यबलविरोधः देर् इस् वन् मोर् सम्बन्ध विच् टेल्स् मी अत्र अन्तरङ्ग बहिरङ्गसम्बन्धः अपि अस्ति, बट् अपवादविषये तु तुल्यबलविरोधः नास्ति एव. तत्र तु तुल्यबलविरोधः नास्ति बिकास् निरवकाशत्वम् एव अपवादस्य बीजं. सो अपवादविषये सर्वदा तत्र तुल्यबलविरोधः नास्ति, बट् नित्यविषये तत्र भवति, कदाचित् भवति. अन्तरङ्गविषये अपि कदाचित् तुल्यबलविरोधः अस्ति द्वयोः मध्ये, तथापि तत्र विप्रतिषेधे परं कार्यम् इति सूत्रं सूत्रस्य कार्यं न भवति. एतदपि पठतु भगिनी, एकमेव वाक्यमस्ति, वाक्यद्वयम्. एतावता पूर्वपर इत्यनयोः प्रसङ्गे ज्ञातवन्तः वयम्. अधुना नित्य अन्तरङ्ग अपवाद इति प्रसङ्गेषु परिशीलयाम. सो दिस् परिभाषा वी हव् टु रिमेम्बर्, पूर्वपर नित्य अन्तरङ्ग अपवादानाम् उत्तर उत्तरं बलीयः. अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्तिः, दट् ओन्लि एक्स्प्लेन्स् वाट् इस् तुल्यबलविरोधः. बट् दिस् परिभाषा टेल्स् मी विच् इस् बलीयः, कः बलीयः. सो एतेषु तत्र उत्तर उत्तरं बलीयः इत्युक्ते अस्मिन् क्रमे एव पूर्वपर नित्य अन्तरङ्ग अपवादानम्. So what is nitya sutra, what is anitya sutra, we will discuss in the next class. Nityam kim, anityam kim, katha. So we have understood what is purva para, this is this vipratisheda. Now we have to discuss these three tattvas, nitya, antaranga and apvad. Apvad also we know, apvad vishaya vayam janimaha, idanim nitya apicha antaranga vishaye tatra अग्रिमे सप्ताहे पठामः. मञ्जुरी भगिनी, कोऽपि प्रश्नः अस्ति वा भगिनी? न, नास्ति भगिनि, नास्ति, अवगतं सर्वम् अवगतम्. अस्तु अस्तु भगिनि, अत्र स्थगामः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते. ॐ शान्ति शान्ति शान्तिः, हरिः ॐ. श्रीगुरुभ्यो नमः, धन्यवादः, नमस्कारः.